पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 23 शौनक उवाच कथयस्वमुने सूद माहात्म्यं कलुषक्षयं शेषपञ्चदिनस्यापि कार्तिकस्यानुकम्पया सूद उवाच शृणु शौनक यत्पृष्ठं माहात्म्यं पापनाशनं वक्ष्याम्यहं वै चोर्जस्य शेषपञ्चदिनस्य च प्रदानां मुनिशार्दूलप्रवरं विष्णुपञ्चकं तस्मिन्यः पूजयेद्धक्र्या श्रीहरिं राधया सह गन्धपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैफलैः स यादि विष्णुसदनं सर्वपापविवर्जितः ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यदि न प्राप्नोति परं स्थानमकृत्वा विष्णुपञ्चकम् सर्वपापहरं पुण्यं विख्यातं विष्णुपञ्चकं तत्र स्नानं तु यः कुर्यात् सर्वतीर्थफलं लभेत श्रीहरे पुरदो विप्र तुलस्याश्च समीपदः प्रदीपं सर्पिषा पूर्णं दद्याद्यो भक्तिभावदः नभसि श्रीहरेः प्रीत्यै यादि स विष्णुमन्दिरं पापी यादि हरेर्धाम सत्यमेदन्मयोदिदं स्नापयेच्चाच्युदं भक्र्या मधुक्षीरकृदादिभिः दद्यात् किं नो हरिप्रीतस्तस्मै साधुजनाय वै नैवेद्यं देवदेवेशं परमान्नं निवेदयेद तस्य पुण्यं प्रसङ्ख्यातुं न शक्तो वै चतुर्मुखः अर्चयित्वा कृषिकेशमेकादश्यां समाहितः निष्प्राप्य गोमयं सम्यक् मन्त्रवत्समुपासते गोमूत्रं मन्त्रवद्भूयो द्वादश्यां प्राशयेद्व्रती क्षीरं तथा त्रयोदश्यां चतुर्दश्यां तथा दधि सम्प्राप्य पापशुद्ध्यर्थं लङ्घयित्वा चतुर्दिनं पञ्चमे तु दिने स्नात्वा विधिवत्पूज्य केशवम् भोजयेद्ब्राह्मणान् भक्र्या तेभ्यो दद्याच्च दक्षिणां ततो नक्तं समश्नीयात् पञ्चगव्यं सुमन्त्रितं एवं कर्तुमशक्तो यः फलमूलं च भोजनं कुर्याद्धविष्यं वा विप्र यथोक्तविधिनाह वै श्रीहरे पञ्चकं विप्र कुर्याद्यस्तुलसीदलैः पूजयेत्तं स विज्ञेय स्वयं नारायणप्रभुः पुरा त्रेतायुगे शूद्रो दस्युवृत्तिपरायणः नाम्ना दण्डकरो नित्यं धर्मनिन्दां करोति यः असत्यभाषीमित्रघ्नो वेश्याविभ्रमलोलुपः ब्रह्मस्वहारी क्रूरश्च परस्त्रीकमनेरदः शरणागदहंता च पाखण्डजनसङ्गभाक् गोमांसाशी सुरापश्च परनिन्दाकरः सदा विश्वासखादिज्ञादीनां वृत्तिच्छेदी द्विजोत्तम दुष्टं सर्वे समालोक्य तादृश्यं तद्गृहे द्विजः आगदाज्ञादय क्रुद्धास्तस्य पापपरायणम् ज्ञादय ऊचुः रेरे मूढ दुराचारविनाशं प्रतिनीयते या प्रतिष्ठार्जिता पूर्वैरस्माकं निर्मलेऽन्वये इति क्रुद्धाद्विजश्रेष्ठ अपकीर्तिभयादपि पापिनां प्रवरं सर्वे तत्यजुस्तं कुलादरं तदो गदो महारण्यं विनष्ठाखिल वैभवः कुर्यात् स दस्युभिः सार्धं दस्युकर्म निरन्तरं पथि प्रगच्छतां तेषां भयाद्विप्रणखादिदुं प्राप्तं किञ्चित् क्षुधार्तास्ते गदाचान्यस्थलं प्रति तत्र प्रविष्टास्ते सर्वे दृष्ट्वा पुण्यजनान् बहून् धात्रीमूले स्थितान् ब्रह्मन् वैष्णवान् द्विजसत्तमान् सर्वे ते दस्य वो विप्र गदा दण्डकरोऽपि सः तेषां परिसरं गत्वा प्रणामं वै चकारः दण्डकर उवाच क्षुत्तार्तोऽहं द्विजश्रेष्ठाः प्राणा यास्यन्ति मे ध्रुवं ददध्वं खादितुं किञ्चिद्युष्माकं शरणं गदः आकर्ण्यवचनं तस्य चोचुस्ते धर्मतत्पराः सर्वपापहरे त्वं च विख्याते विष्णुपञ्चके कथमन्नं खादितुं ते वाञ्छा त्वद्य हरेर्दिने विशेषं ते ब्रूहि संज्ञा कादे भवति साम्प्रतं स उवाच मुदा विप्रा नाम्ना दण्डकरोऽप्यहं सर्वपापसमायुक्तश्चोद्धारो मे कथं भवेद् ऊचुस्ते वैव्रतं श्रेष्ठं कुरुष्व विष्णुपञ्चकं विप्राणामाज्ञया विप्र चकार विष्णुपञ्चकं सप्रेत्य च हरेस्थानमारुह्य स्यन्दने वरे आसाद्य श्रीहरेरूपं तस्थौ जन्म विवर्जितः य इदं शृणुयाद्भक्र्या चाख्यानं पापनाशनं कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूदशौनकसंवादे विष्णुपञ्चकमाहात्म्यं नाम त्रयोविंशोऽध्यायः ॐ